यदा पश्यते रुक्मवर्णं कर्ता रमीशं पुरुषं ब्रह्मयोनिं तदा विद्वान् पुण्यपापै विधूय निरञ्जनः परं साम्यं पैति। अन्योपि मन्त्रः इममेव अर्थमाः सविस्तरं। यदा यस्मिन् काले पश्यतीति विद्वान् साधकः इत्यर्थः। पश्यति पूर्व रुक्मवर्णं स्वयं ज्योतिस्वभावं रुक्मस्यैव वा ज्योतिः अस्य अविनाशी। कर्तारं सर्वस्य जगतः ईशं पुरुषं ब्रह्मयोनिं ब्रह्म च तद्योनिश्च असौ ब्रह्मयोनिः। तं ब्रह्मयोनिं ब्रह्मणो वा अपरस्य योनिं स यदा चैवं पश्यति तदा स विद्वान् पश्यः पुण्यपापे बन्धनभूते कर्मणि समूलै विधूय निरस्य दग्ध्व निरञ्जनः निर्लेपो विगतक्लेशः परमं प्रकृष्टं निरतिशयं साम्यं समतामद्वैलक्षणा द्वैतविषयाणि साम्यानि अतः अर्वाञ्चेव अतो अद्वैलक्षणमेतं परमसाम्यमुप इति प्रतिपद्यते। प्राणो हीशयः सर्वभूतैर्विभाति विजानन् विद्वान् भवति नातिवादी आत्मक्रीडात्मनतिः क्रियावाणी च ब्रह्मविदां वरिष्ठः। किञ्च योऽयं प्राणस्य प्राणः पर ईश्वरः हि एषः प्रकृतः सर्वभूतैः सर्वैः भूतैः ब्रह्मादिस्तम्भपर्यन्तैः इत्थं भूतलक्षणः तृतीय सर्वभूतस्थः सर्वात्मा सन् इत्यर्थः। विभाति विविधं दीप्यते एवं सर्वभूतस्थं यः साक्षात् आत्मभावेन अयमहमस्मीति विजानन् विद्वान् वाक्यार्थज्ञानमात्रेण न भवते न भवति इत्येतत्। किम् अतिवादि अधीत्य सर्वान् अन्यद् वदितुं शीलम् अस्ति इति अतिवादि। यस्तु एवं साक्षादात्मानं प्राणस्य प्राणं विद्वान् सः अतिवादी न भवति इत्यर्थः। सर्वं यदा आत्म एव न अन्यदस्ति इति दृष्टं तदा किं हि असौ अतीत्यवदे। यस्य तु अपरम् अन्यदृष्टमस्ति स तदतीत्य वदति। अयं तु विद्वान् न आत्मनो अन्यत् पश्यति न अन्यत् शृणोति न अन्यद्विजानाति अतो न अतिवदति। किञ्च आत्मक्रीडः आत्मन्येव क्रीडा क्रीडनं यस्य न अन्यत्र पुत्रदारादिषु स आत्मक्रीडः। तथा आत्मरतिः आत्मन्येव रतिः रमणं प्रीतिः यस्य स आत्मरतिः। क्रीडा बाह्यसाधनसापेक्ष रतिस्तु साधननिरपेक्ष बाह्यविषयप्रीतिमात्रमिति विशेषः। तथा क्रियावान् ज्ञानध्यानवैराग्यादिक्रिया यस्य स्वयं क्रियावान् समासपाठे आत्मरतिरेव क्रियास्य विद्यते इति बहुव्रीः मतुवर्थयोः अन्यतरो अतिरिच्यते। केचित्तु अग्निहोत्रादिकर्मब्रह्मविद्ययोः समुच्चयार्थमिच्छन्ति तच्च एष ब्रह्मविदां वरिष्ठ इति अनेन मुख्यार्थवचनेन विरुध्यते। न हि बाह्यक्रियावान् आत्मक्रीडः आत्मरतिश्च भवितुं शक्तः। कश्चित् क्वचित् बाह्यक्रिया विनिवृत्तो हि आत्मक्रीडो भवति बाह्यक्रिया आत्मक्रीडयोः विरोधात्। न हि तमःप्रकाशयोः युगपदेकत्र स्थितिः सम्भवति। तस्मात् असत्प्रलपितमेव एतदनेन ज्ञानकर्मसमुच्चये प्रतिपादनम्। अन्यावाचो विमुञ्चत संन्यासयोग इत्यादि श्रुतिभ्यश्च तस्मात् अयमेव इह क्रियावान् यो ज्ञानध्यानादिक्रियावान् असाम्भिन्नार्यमर्यादः सन्न्यासी। य एवं लक्षणो न अतिवादी आत्मक्रीडः आत्मर्तिः क्रियावान् ब्रह्मनिष्ठः स ब्रह्मविदां सर्वेषां वरिष्ठः प्रधानः। सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यक् ज्ञानेन ब्रह्मचर्येण नित्यम् अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः। अधुना सत्यादीनि भिक्षोः सम्यग्ज्ञानसहकारीणि साधनानि विधीयन्ते निवृत्तिप्रधानानि। सत्येन आनृतत्यागेन मृषावदनत्यागेन लभ्यः प्राप्तव्यः। किञ्च तपसा हि इन्द्रियमन एकाग्रतय मनसश्च इन्द्रियाणां च ऐकाग्र्यं परमं तपः इति स्मरणः। तद्धि अनुकूलम् आत्मदर्शनाभिमुखीभावात् परमं साधनं तपः न इतरश्चान्द्रायणादि। एष आत्मा लभ्यः इति अनुषङ्गः सर्वत्र। सम्यग्ज्ञानेन यथाभूतात्मदर्शनेन ब्रह्मचर्येण मैथुन असमाचारेण। नित्यं सर्वदा नित्यं सत्येन नित्यं तपसा नित्यं संविज्ञानेन इति सर्वत्र नित्यशब्दो अन्तर्दीपिका न्यायेन अनुशक्तव्यः। वक्ष्यति च नयेषु जिह्मम् अन्तं न माया च इति। क्वासौ आत्मा एतैः साधनैः लभ्या इति उच्यते। अन्तःशरीरे अन्तर्मध्ये शरीरस्य पुण्डरीकाकाशे ज्योतिर्मयो हि रुक्मवर्णः शुभ्रः शुद्धः यम् आत्मानं पश्यन्ति उपलभन्ते यतयः यतनशीलाः सन्यासिनः क्षीणदोषः क्षीणक्रोधादिचित्तमलाः स आत्मा नित्यं सत्यादिसाधनैः सन्यासिभिः लभ्यते इत्यर्थः। न कदाचित्कैः सत्यादिभिः लभ्यते। सत्यादिसाधनस्तुत्यर्थमर्थवत् सत्यमेव जयते नानुतं सत्येन पन्था विततो देवयानः येन आक्रमन्ति ऋषयो हि आप्तकामाः यत्र तत्सत्यस्य परमं निधानम्। सत्यमेव सत्यमानेव जयते जयति। नानुतं नानुतवादी इत्यर्थः। न हि सत्यानृतयोः केवलयोः पुरुष अनाश्रितयोः जयः पराजयो वा सम्भवति। प्रसिद्धं लोके सत्यवादिन अनृतवादी अभिभूयते न विपर्ययः। अतः सिद्धं सत्यस्य बलवत्साधनत्वं। किञ्च शास्त्रतोपि अवगम्यते सत्यस्य साधनातिशयित्वं। कथं? सत्येन यथाभूतवादव्यवस्थया पन्तः देवयानाख्यः विततः विस्तीर्णः सातत्येन प्रवृत्तः। येन पता हि अक्रमन्ति आक्रमन्ते ऋषयः दर्शनवन्तः कुहकमायाशाट्यहङ्कारदम्भ अनुतवर्जितः हि आप्तकामाः विगततृष्णः। सर्वतो यत्र यस्मिन् तत्परमार्थतत्त्वं सत्यस्य उत्तमसाधनस्य सम्बन्धिसाध्यं परमं प्रकृष्टं निधानं पुरुषार्थरूपेण निधीयते इति निधानं वर्तते। तत्र च येन पथा आक्रमन्ति स सत्येन विततः इति पूर्वेण सम्बन्धः। बृहच्च तद्दिव्यम् अचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति दूरात्सु दूरे तदिहान्तिके च पश्यत्सु इहैव निहितं गुहायां। किं तत् किं धर्मकं च तदिति उच्यते। बृहत् महच्च तत्प्रकृतं ब्रह्म सत्यादिसाधनेन सर्वतो व्याप्तत्वात्। दिव्यं स्वयं प्रभम् अनिन्द्रियगोचरम् अत एव न चिन्तयितुं शक्यते अस्य रूपमिति अचिन्त्यरूपम्। सूक्ष्मात् आकाशादेरपि तत् सूक्ष्मतरं निरतिशयं हि सौख्यम् अस्य सर्वकारणत्वात्। विभाति विविधम् आदित्यचन्द्रादि आकारेण भाति दीप्यते। किञ्च दूरात् विप्रकृष्टादेशात् सुदूरे विप्रकृष्टतरे देशे वर्तते अविदुषाम् अत्यन्त अगम्यत्वात् तद्ब्रह्म। इह देहे अन्तिके समीपे च विदुषाम् आत्मत्वात् सर्वान्तरत्वाच्च आकाशस्यापि अन्तर्श्रुतेः। इह पश्यत्सु चेतनावत्सु इति एतत् निहितं स्थितं दर्शनादिक्रियावत्त्वेन योगिभिः लक्ष्यमाणं। क्व गुहायां बुद्धिलक्षणः तत्र हि निगूढं लक्ष्यते विद्वद्भिः। तथापि अविद्यया संवृतं सत् न लक्ष्यते तत्रस्थम् एव अविद्वद्भिः। न चक्षुषा गृह्यते नापि वाचा नान्येर्देवैस्तपसा कर्मणा वा ज्ञानप्रसादेन विशुद्धसत्त्वः तदस्तुतं पश्यते निष्कलं ध्यायमानः। पुनरपि असाधारणं तदुपलब्धिसाधनमुच्यते यस्मात् न चक्षुषा गृह्यते केनचिदपि अरूपत्व नापि गृह्यते वाच अनुविधेयत्व न च अन्यैः देवैः इतरेन्द्रियैः। तपसः सर्वप्राप्तिसाधनत्वेपि न तपसा गृह्यते तथा वैदिकेन अग्निहोत्रादिकर्मणा प्रसिद्धमहत्त्वेनापि न गृह्यते। किं पुनः तस्य ग्रहणे साधनमित्याह ज्ञानप्रसादेन आत्मावबोधनसमर्थमपि स्वभावेन सर्वप्राणिनां ज्ञानं बाह्यविषयरागादिदोषकलुषितम् अप्रसन्नम् अशुद्धं सतु न अवबोधयति नित्यसन्निहितमपि आत्मतत्त्वं मल अवनद्धमिव आदर्शं विलोलितमिव सलिलं। तद्यदा इन्द्रियविषयसंसर्गजनितरागादिमलकालुष्य अपनयनातु आदर्शसलिलादिवतो प्रसादितं स्वच्छं शान्तम् अवतिष्ठते तदा ज्ञानस्य प्रसादः स्यात्। तेन ज्ञानप्रसादेन विशुद्धसत्त्वः विशुद्धान्तःकरणः योग्यो ब्रह्म द्रष्टुं यस्म ततः तस्मात्तु तम् आत्मानं पश्यते पश्यति उपलभते निष्कलं सर्वावयवभेदवर्जितं जायमानः सत्यादिसाधनवान् उपसमृतकर्णः एकाग्रेण मनसा ध्यायमानः चिन्तयति येषोऽनुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चदा संविवेश प्राणिश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा यम् आत्मानम् एवं पश्यति एषः अणुः सूक्ष्मः आत्मा चेतसा विशुद्धज्ञानेन केवलेन वेदितव्यः क्वासौ यस्मिन् शरीरे प्राणः वायुः पञ्चधा प्राणापानादिभेदेन संविवेशः सम्यक् प्रविष्टः तस्मिन्नेव शरीरे हृदये चेतसा ज्ञेयः इत्यर्थः कीदृशेन चेतसा वेदितव्यः इत्याह प्राणैः सहीन्द्रियैः चित्तं सर्वम् अन्तःकरणं प्रजानाम् ओतं व्याप्तं येन क्षीरमिव स्नेहेन काष्ठमिव च अग्निना सर्वं हि प्रजानाम् अन्तःकरणं चेतनावत् प्रसिद्धं लोके यस्मिंश्च चित्ते क्लेशादिमलवियुक्ते शुद्धे विभवति एषः उक्त आत्मा विशेषेण स्वेन आत्मना विभवति आत्मानं प्रकाशयति इत्यर्थः यं यं लोकं मनसा संविभाति विशुद्धसत्त्वकामिति यांशकामान् तं तं लोकं जेति तांशकामान् तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः य एवं मुक्तलक्षणं सर्वात्मानम् आत्मत्वेन प्रतिपन्नः तस्य सर्वात्मत्वादेव सर्वावाप्तिलक्षणपरमः यं यं लोकं पित्रादिलक्षणं मनसा संविभाति सङ्कल्पयति मह्यम् अन्यस्मैव भवेदिति विशुद्धसत्त्वः क्षीणक्लेशः आत्मवतो निर्मलान्तःकरणः कामयते यांश्च कामान् प्रार्थ्यते भोगान् तं तं लोकं जयते प्राप्नोति तांश्च कामान् सङ्कल्पितान् भोगान् तस्माद्विदुषः सत्यसङ्कल्पत्वात् आत्मज्ञम् आत्मज्ञानेन विशुद्धान्तःकरणं हि अर्चयेम् पूजयेम् पादप्रक्षालनशुश्रूषा नमस्कारादिभिः भूतिकामः विभूतिमिच्छु ततः पूजार्हे एव असौ इति तृतीयमुण्डके प्रथमखण्डभाष्यम्।